नमस्कारः सर्वेषाम्, अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। तत्र लुङ् लकारः कर्मणि भावे च इत्यस्मिन् पाठे स्मः। तत्र पुनस्मरणरूपेण तत्र वयम् अधुपदधातवः गतसप्ताहे दृष्टवन्तः। तत्र फट् धातोः रूपाणि साधितवन्तः। फट् तु सेट् आसीत्, अतः अत्र अथ उपधायाः इत्यनेन उपधायां वृद्धिः ङिति निति प्रत्यये परे, अनन्तरं तत्र यत् कार्याणि चिन्वत् पक्षे चिन्वत् अपक्षे इति कार्याणि सेट् इति कारणेन तत्र तु इडागमः भवति एव। इदानीं पच् धातोः रूपाणि साधयामः। तत्र इतोपि सूत्रद्वयस्य आवश्यकं भवति। चोः कुः तद् तु वयं जानीमः एव, चवर्गस्य स्थाने कवर्ग आदेशः, जलिपदान्ते च। अनन्तरं जलां झष् झषि जलो जलि, जल् उत्तरस्य सकारस्य लोपः भवति जलि परे, जलो जलि। जलां झष् झषि झष्व तत्तु वयं जानीमः, अतः साक्षात् रूपाणि एव साधयामः। महोदय, भवान् करोति वा पच् धातु? आम्, पच् धातोः रूपाणि अनिट् धातुः अस्ति महोदय। पच् अनि अनिट् धातुः अस्ति खलु? अस्तु, पच् अनिट् धातुः अस्ति। अतः इ सातां सता स्ताः सातां त्वं सि स्वहि स्महि इति इदानीं पच् एकनिमिष अपच् खलु अत्र एकनिमिष किम् अस्ति अत्र अपच् योग इ इति अस्ति। एकनिमिष अपाच् इति अपाच् तत्र अत उपदा इत्यनेन तद् अपाच् इति भवति, अपाचि इति भवति खलु, अपाचि इति सम्यक् सम्यक् अपाच् अपाचि खलु भगिनि, अपाचि अस्तु सत्यम्। आं महोदय, अपाचि योग अपच् योग साताम् इति अस्ति, अपच् योग साताम् अपच् चोः कुः तत्र एकनिमिष अपच् योग साताम् तर्हि तत्र अनेट् अस्ति खलु अपच् अपक् एकनिमिष अपक् योग साताम् अपक्ष इति भवति तत्र षत्वं भवति अपक्षाताम् इति भवति अपक्षत तर्हि अपच् योग स्ताः इति अस्ति तत्रापि अपक्ष इति भवति चोः कुः अनन्तरं षत्वं रेणुकोः इत्यनेन अपक्ष अपक्षियोगस्थाः इदानीं छात्रः अस्तु अपक्ष अपक्षियोग अपक्षियोगताः तत्र स्तुत्वं भवति अपक् अपक् एकनिमिष किमपि स्तुत्वं भवति ताः एकनिमिष अपक्ष एकनिमिषयोगस्था इति अपक्ष अपकक्ष एक किं भवति तत्र अपक्ष अपक्षयोगस्थाः अपक्ष्टाः इति भवति वा एकनिमिष तत्र अपक्ष योगः स्थाः इति अस्ति सकारः सकारः सकारः ओ अस्तु अस्तु अस्तु अत्र क्षम्यतां तत्र अस्ति इदानीं सूत्रमस्ति अपच् योग स्थाः इति खलु तत्र किं भवति तत्र अपक्कारस्य लोपः भवति जल् जल् अस्ति खलु तत्र जल् जलः सस्य लोपः भवति अपक् अपक्ताः इति अपक्ताः सत्यम् अपक्ताः इति भवति जल् उत्तरस्य सकारस्य लोपो भवति जलि परे किल तद् ह्रस्वादङ्गा तत्र न भवति जलो जलि इत्येव भवति. ह्रस्वातङ्गात् सूत्रसङ्ख्या स्मरति वा महोदय? तस्य अनन्तरं तत्र प्रायः तत्र तत्रैव भवति वा? हा, एय्टु. परन्तु ह्रस्वान्तमङ्गं नास्ति, अतः हलन्तमङ्गम् अस्ति. हलन्तमङ्गमस्ति. एय्टु अस्ति ह्रस्वातङ्गात्, परन्तु तस्य तु प्रसक्तिः एव नास्ति, अतः बलाबलस्य चिन्तनं न भवति. तत्र अपच्यकस् इति अस्ति, अतः अपक्षि इति भवति तत्र चोः कुः अनन्तरं षत्वा अपक्ष अतः अपक्षाताम् अपक्षकद्वं तत्रापि तत्र त्वं खलु अत्र महोदय अत्र ईशाताम् एव अस्ति खलु. ई कुत्र गतं? किमर्थम् अपक्षताम् किं भगिनि पुनः पृच्छतु? अत्र ईकारः ईशाताम् एव अस्ति खलु. प्रथमवर्णः ई अस्ति, अनन्तरम् ईशाताम् ईशत एव ईशाताम् अनिट् धातु. अनिट् अनिट् धातु अतः इडागमः साताम् आम् तत्र इडागमः न भवति. अधुपदधातुः अतः स्यासित् सीयुट् तासिषु इत्यपि न भवति. एकमेव पक्षः, एकः एव पक्षः. अतः तद् ई साताम् सथ तदेव स्ताः साताम् द्वम् ई वहीमहि. ई वहीमहि वा आम् सी वहीमहि खलु? सी वहीमहि. तत्र इदानीं किमस्ति तत्र? आम् महोदय, तत्र अपच् अपच् सु इति तत्र तत्र लोपः भवति खलु? अपक् अपच् अपच् योगत्वम् एकनिमिष किं भवति अत्र अपच् ध्वम् अपच् अपच् एकनिमिष चोहुकुः अप् एकनिमिष ध्वं केन तत्र अपच् अपच् अपच् योग सुयोगध्वम् इति अस्ति तत्र अपच् तत्र सकारस्य के धीचैत्येन भवति वा न तु धीचैत्येन सकारस्य आम् तत्र अपक् योगः द्वम् आम् सत्य अपक् योगं तत्र तत्र इणः इणः एकनिमिष इणः भवति वा तत्र एकनिमिष इट् नास्ति किल इट् नास्ति खलु अतः अपक् द्वम् अपक्द्वम् एव वा अपक् अतः इतोपि एकमेव कार्यम् अवशिष्टं. प्रकारः अस्ति परे ध इति कीदृशवर्णः? एकनिमिष ध इति अपक्योगध्वम् इति अस्ति अत्र तत्र अस्तु अत्र जस्त्वं भवति जलां जस्ट् अपक्द्वम् इति भवति सम्यक् अस्तु अपच् योग सि अपक्षि इति भवति अपक्षि अपक्ष्वहि अपक्ष्महि तर्हि सम्यक् अपाचि तावदेव अपाचि अपक्षाताम् अपक्षत इदानीं तत्र किं भवति तत्र अपक्ताः अपक्ताः एव खलु अपक्ताः अपक्षाताम् अपक्द्वम् अपक्द्वम् अपक् अपचि अपचि अपक्ष्वहि अपक्षि अपक्षि क्षम्यताम् अपक्षि क्षम्यताम् अपक्षि अपक्षि अपक्षि अपक्ष्वहि अपक्ष्महि अभ्यास इदानीम् अहम् अपक्षि इति भवति पच् ददातु किल अहम् अपक्षि लुङ्लकार पक्षि अपक्ष्वहि अपक्ष्वहि समीचीनं तावदेव सम्यक् इति अधुपदधातवः. हन् ग्रह् इति अपि अधुपदधातवः, परन्तु तत्र अस्माकं विशिष्टसूत्रे तु उल्लिखितः अस्ति किल स्यासित् सीयुट् तासिषु जनग्रह दृशाम् अनग्रहदृशाम् इति अस्ति, अतः तत्र पुनः चिन्वत् पक्षे अपक्षे इति तत्र कर्तव्यं तदेव आगच्छति. तत् पठामः. विजया भगिनी पठति वा? कुत्र महोदय? हन् धातुः, ग्रह् धातुः. कर्मणि भावे लुङ् 05 तत्रापि नूतनं वा न पुरातनमेव भगिनि, वयं तु समापित एव न समापित न समापितवन्तः किल, अतः तदेव प्रथमं पठित्वा समापयामः. इदानीमेव मया हन् धातुः, ग्रह् धातुः, अनयोः धातोः विकल्पेन चिन्वद्भावः भवति इति स्मर्यताम्. हन् धातुः, ग्रह् धातुः, श्रूयते खलु महोदय? आम् आम्, किञ्चित् मन्दरूपेण एव श्रूयते, परन्तु श्रूयते. नमस्कारः, अहम् उच्चैः वदामि. अनयोः धातोः विकल्पेन चिन्वत् भावः भवति इति स्मर्यताम्. हन् धातुः अनिट्टः, अनिट्. ग्रह् धातुः सेट्. द्वयोः रूपाणि परिशीलनीयानि. हो अन्तेर् निन्येषु हन् धातोः हकारस्य स्थाने का वर्ग आदेशः भवति ङिति मिति प्रत्यये परे नकारे परे च. स्थानेन्तरतमः इत्यनेन का वर्गे हकारेण तुल्यः गकारः अस्ति. संवारः, नादः, घोषः, महाप्राणः च. अतः अकारस्य स्थाने गकार आदेशः भवति. इञ् च इन् त इन् च ञौ इतरेतरद्वन्द्वः तौ इतौ ययोः तौ नितौ बहुव्रीहिः. नितौ च न च तेषाम् इतरेतरद्वन्द्वः निन्नाः तेषु निन्नेषु. इक्षि तपौ धातुनिर्देशे इति वक्तव्यम् इति वार्तिकेन. अत्र धातुनिर्देशे हन् धातोः हन्ति षष्टिविभक्तौ हन्तेः, ह षष्ट्यन्तम्, अन्ते हन्तेः षष्ट्यन्तं, निन्नेषु सप्तम्यन्तं. त्रिपदमिदं सूत्रं छजोः कु ङ्यतोः इत्यस्मात् कुः इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रं हन्तेः अङ्गस्य ह अह कुः निन्नेषु इति अस्ति. अत्र हो अन्ते निन्नेषु इति सूत्रं किं कार्यं करोति चेत्, अत्र हन् धातुः अस्ति चेत् अत्र अकारस्य स्थाने का वर्गः आदेशः भवति. अत्र निति मिति अनन्तरं नकारे परे च. अत्र तुल्यधर्म स्थानेन्द्रतमः इत्यनेन कावर्गे हकारतुल्यः चतुर्थवर्णः गकारः अस्ति. एतत् अत्र संवारः, नादः, घोषः, महाप्राणः च इत्यनेन. अनन्तरं तावदेव अत्र हन् धातोः हकारस्य चतुर्थवर्णः आदेशः भवति ङिति प्रत्यये परे. तावदेव भगिनि, अन्ते अग्रिमसूत्रं प्रथमवाक्यम् अनुवृत्तिसहितसूत्रम् एव पठतु भगिनि. अनुदात उपदेश मनसि तनोति आदीनाम् अनुनासिक लोपो जलि निति इति सूत्रं किं करोति किं भवति चेत्, अत्र वन् धातोः अनुनासिकान्त अनुदात्त उपदेशधातोः अनुनासिकान्त तनादिधातोः अनुनासिकस्य लोपः भवति जलादि कित् नित् प्रत्यये परे. अनन्तरम् अत्र अनुवृत्तिसहितसूत्रम् अनुनासिक अनुदात्त उपदेश वनति तनोत्यादीनाम् अङ्गस्य लोपः जलिक् निति इति. अत्र अनुनासिकः अनुनासिकवर्णः लोपः भवति. जलादि चित् नित् प्रत्यये परे अस्ति चेत् एतत् अनुनासिकान्त तनादिधातोः सर्वत्र, अनन्तरम् अनुदात्त उपदेशधातोः वन् धातोः अत्र अनुनासिकवर्णः लोपः भवति इति तत्र दत्तं महोदय. तावदेव समीचीनम्. आम् तावदेव. तत्र अनेन आहत्य तद् पठतु भगिनि. पञ्चदशधातवः निर्दिष्टाः अनुदात्त धातवः अनेन आहत्य पञ्चदश धातवः निर्दिष्टाः वन् धातुः भुवादिगणे अनुनासिकान्त अनुदात उपदेशदातवः यं रं नं गं हण् मण् इति अस्ति. अनुनासिकान्त तनादिदातवः तनुक्षिणु चणु ऋणु तृणु गृणु वन् मन् एतत् एषु धातुषु मन् धातुः दिवादिगणे अस्ति, हन् धातुः अदादिगणे अस्ति, अष्टधातवः तनादिगणे सन्ति, अवशिष्टाः भुवादि एव. येषां धातूनाम् अन्ते स्थितस्य अनुनासिकस्य लोपः भवति जलादि किति निति प्रति परे अस्ति चेत् अत्र एतत् सूत्रं विस्तारेण किं किम् अत्र धातवः सन्ति इति परिगणितदातवः किं किं भवति इति अत्र दत्तम् खलु. समीचीनम्. अतः अग्रिमम् अस्ति हनः हनः स्विच् तत् सूत्रमपि प्रथमवाक्यम् अनुवृत्तिसहितसूत्रं भगिनि. हणः सिच् हन् धातोः परे सिच् चित् भवति, अतः गुणनिषेधः भवति. अस्तु, इदानीम् अत्र अनुवृत्तिसहितसूत्रम् अणः सिच् खित् आत्मनेपदेषु अत्र किं कार्यं भवति इति तत्र दत्तं. सिच् परे सिच् खित् भवति, अतः अन् धातोः परे किं भवति अत्र आत्मनेपदेषु अणः सिच् खित् भवति, तावदेव खलु महोदय अत्र. आम्, कित्त्वं कित्त्वं भवति, अतः यदा भवती उक्तवती तत्र गुणनिषेधः भवति, सिच् कित् भवति. तत्र आङ्गोय महन् आङ्गोयम् अहनः महनः आङ्गोयम् आङ्गोय महनः आङ्ग् उपसर्गपूर्वक हन्भ्याम् अकर्मकार्थे आत्मनेपदे संज्ञक प्रत्ययः विधीयन्ते. अकर्मकात् इति अनुवर्तते यम उपरमे भ्वादौ हण हिंसागत्योः अदादौ इति उभौ परस्मैपदिनौ. ताभ्याम् अकर्मकक्रियावचनाभ्याम् आङ् पूर्वाभ्याम् आत्मनेपदं भवति. आङ् पूर्वाभ्याम् आत्मनेपदं भवति, आङ् उपसर्गपूर्वकं पूर्वम् अस्ति, अनन्तरं धातुः भवति. सत्यम्. आङ्गोयम् हनः अहनः आङ् उपसर्गपूर्वक हन् धातुः अकर्मकार्थे आत्मनेसंज्ञकप्रत्ययाः विधीयन्ते इत्येव तत्र. समीचीनम्. इदानीं भवती तत्र चिन्वत्पक्षे तत् पठित्वा रूपं साधयतु भगिनि. चिन्वत्पक्षे मध्यम तत्र किमर्थं मध्यमपुरुष साक्षात् आं महोदय क्षम्यत वदतु. अत्र हनः सिच् इति तत्र हनः परः यद् यः सिच् अस्ति तद् कित् भवति इति कार्यं किम् इति वा तत्र प्रायः तत्र गुणस्य बाधा भवति. गुणः नास्ति खलु, गुणः एव नास्ति किल, कित्त्वम् अस्ति चेत् किम् अन्यत् कार्यं? हनः इति नास्ति तत्र कोऽपि हनः इति अत्र कित् तद् पूर्वतनसूत्रं पूर्वतनसूत्रम् अनुदात्त उपदेश वनति तनोत्यादीनाम् अनुनासिकलोपो जलिङ् इति किल कित् तत् अस्ति. अस्तु, तत्र कित् अस्ति तत्र यत्र णित् प्रत्यये परे भवति खलु अत्र कित् अस्तु कित् सिचः परे एव अतः द्विवचनात् आरभ्य एव सिच् सिच् कित् अस्ति खलु णित् इति सत्यं तत्र अतः तद् कार्यमेव गुणकार्यं नास्ति. क्षम्यताम्, लोपहमपि हन् सत्यम् नकारस्य लोपः पश्यामः यदा रूपं साधयामः तत्र स्पष्टं भवति. न तु तत्र स्यात् सिच् णित् पक्षे तद् तत्र नास्ति परन्तु अन्यत् अन्यत्र भवति. अनित् धातुः अस्ति अतः सिच् पक्षे इत्युक्ते चिन्वत् अभावपक्षे तत्र कित् भवति, तत्र कित् भवति, अनन्तरं तत्र नकारस्य लोपः भवति. सत्यं सत्यं सत्यम् तत्र एव तस्य कार्यम्. अन्यथा तत्र नकारलोपः न भवितुमर्हति. सत्यम्. अतः एव प्रायः अत्र पञ्चदशधातवः वन् अनुनासिकान्त अनुदात उपदेशदातवः यं रं किमपि अनुनासिकान्ततनादिदातवः एषु दिवादिगणे हन् धातु अदादिगणे अस्ति अतः अष्टधातवः तनादिगणे अवशिष्टाः भुवा भवेत् येषां धातूनाम् अन्ते स्थितस्य अनुनासिकस्य लोपः भवति जलादि कित् ङित् प्रत्यये परे इदानीं सिच् कित् भवति अतः तत्र लोपः भवति तर्हि तत्र हनधातो एव तत्र लोपः भवितुमर्हति तत्र रम् इत्यस्य न भवति तर्हि तत्र न भवति सत्यं केवलं हन् धातोः विषये एव हनः सिच् किल अग्रिमसूत्रं किम् इति द्रष्टव्यं तत्र शेषे किमपि इति उक्तं वा पश्यामिमसूत्रं किं यमो गन्धने अतिदेशसूत्रं तत्रापि यमः इति यदस्ति पञ्चमी एकवचनं गन्धने इत्यत्र कित् भवति प्रत्यये परे विशेष आं कित्वा आदेशः अतिदेशसूत्रम् when the meaning is to divulge agrimam api itopi vibhasha upayamane kit atmanepadeshu sichchi yamah tatra api asti tah asti eva tatra sagavoriccha vayam drishtavantah kila sagavoriccha iti drishtavantah prayah na kitva na tvase tatra bhinna pratyaya na tvase tatra kit tva अस्तु अतः त्रयः त्रयः त्रीणि सूत्राणि हनः सिच् तस्मात् एव अग्रिमसूत्रे अपि अनुवर्तते यमो गन्धने इति विभाषे उपयम विभाषोपयमने भाषा उपयमने तत्रापि सिच् भवति यमः एक्स्पोस् इति अर्थे यम् एक्स्पोस् इति अर्थे उपरमे खलु यम उप उप यम यम रम् न यम् उप रम् यम् यम् धातोः विशेषार्थे तत्र टु एक्स्पोस् इति सत्यम् उपयमने इति उपय उपाय उपायमान उपायत कन्याम् और् उपायंस्त कन्याम् उपायंस्त भार्याम् एक्सेप्टिन् मेरेज् इति अपि अस्ति वर्ड् उपायमन इन् द सूत्र मीन्स् टु अक्सेप्ट् इन् मेरेज् कः प्रायः तत्र स्पेल्लिङ्ग् मिस्टेक् पाणिग्रहणम् इति पाणिग्रहणम् इति वा ओ पाणिग्रहणौ तत् काशिकायां दत्तमस्ति उपयमनं स्वीकरणं विवाहः दारकर्म पाणिग्रहणम् तु सत्यम् अस्तु यं दातु तत्रापि शिचः कित्वं प्राप्नोति अतः तर्हि लोपः लोपः किल अतः एव उपायतकन्याम् उपायांस्त कन्याम् इति रूपद्वयम् अस्य हन् धातुः रूपं साधयामः भगिनी हन् धातुः अत्र हन् धातुः सर्वत्र लुङ् अस्ति अतः अडागमः भवति अहन् इति भवति अनन्तरं इ अस्ति खलु महोदय प्रथमम् चिन्वत् इ अस्ति अतः अहन् योगः इ इदानीम् अनुदात अत्र बृहत् सूत्रमस्ति खलु एतत् सूत्रेण अनुदात उपदेश वनति तनोति आदीनाम् निति च निति इति अनु तत् सूत्रे उक्तमस्ति किल चिन् इति कित् नास्ति कित् अपि नास्ति ङित् अपि नास्ति णित् अस्ति अतः अस्य सूत्रस्य प्रसक्तिः अत्र नास्ति अहन् योगः चिन् अहन् योगः चिन् इकारः एव तिष्ठति खलु अत्र सत्यम् अतः अहनि इति भवति अत उपादायाः इतोपि एकं सूत्रं पठितवन्तः किल पोहन्तेर् निन्नेषु ततः कार्यं किम् पोहन्तेर् निन्नेषु इत्यनेन हन्धातुः अत्र हकारस्य स्थाने चतुर्थवर्णः भवति सत्यम् अत्र आगानि इति भवति वा महोदय अत उपादायाः होहन्तेर्निन्नेषु द्वयमपि कार्यं तत्र भवति अतः अघानि इति रूपं सत्यम् अघानि इति भवति इदानीम् इशाताम् इति भवति अत्र अत्र उपादायां अत उपादाय कार्यं करोति वा महोदय सत्यम् अत्रापि हो अन्ते निन्नेषु इति कार्यं करोति किमर्थं चेत् हकारः अस्ति अतः अगानि शाताम् इति भवति अगानि शाताम् अगानि शाताम् अगानि शात अगानि शत अगानि शत अगानि शत मन्त्रे अनन्तरं टु वन् अत्र इष्टाः इति भवति अत्र रूपं दत्तम् अत्र स्ताः इति एतदेव खलु महोदय स्ताः इति न एतत् चिन्वत् अपक्षे अस्ति स्ताः चिन्वत् पक्षे एव वदतु भगिनी भवती सम्यक् एव उक्तवती पक्षे एव वदतु इष्टाः इति भवति अत्र इष्टाः भवति अतः अहन् अकारस्य स्थाने हो अन्ते निन्नेषु इत्यनेन अनन्तरम् अत उपादायः इत्यनेन अगानिष्ठाः इति भवति अगानिष्ठाः भवति अनन्तरम् अगानिषाध्वं भवति अगानिषाध्वं भवति अत्र न तत्र शकारः एव नास्ति किल ध्वम् इत्येव प्रत्ययः ध्वं ध्वं भवति वा न वा इति प्रश्नः अत्र इणः शीध्वं लुङ् लिटाम् इति सूत्रस्य प्रसक्तिः अस्ति वा न वा अस्ति एव अतः रूपम् अतः रूपम् इण चतुर्थदकारस्य स्थाने चतुर्थडकारः भवति अतः इदानीम् अगानिष्महि सम्यक् इदानीं चिन्वत् अपक्षे वदतु अनिट् धातुः अस्ति अतः ई साताम् सथ इति प्रत्ययः ई साताम् सत स्ताः साताम् द्वम् सी वहि महि सी वहि महि इति अस्ति अत्र अपि सर्वत्र हो निन् हो अन्ते निन्नेषु इति कार्यं करोति अतः अगा अत्र अपि उपादाय दीर्घः भवति अगानि इति भवति अगानि सत्यं सत्यं द्विवचने द्विवचने साताम् इति अस्ति साताम् अगानि साताम् इति भवति तत्र होहन्तेर्निन्नेषु इत्यस्य निमित्तम् अस्ति निति निति प्रत्यये परे नकारे परे च अस्तु इदानीम् अहन् योगः साताम् इति अस्ति चिन्वत् अपक्षे अस्ति अतः णित्वं नास्ति णित्वम् अपि नास्ति सत्यम् अतः तत्र होवन्तेर्निन्नेषु इत्यस्य प्रसक्तिः नास्ति. अवगतं वा किमर्थमिति? एकवारं वदतु महोदय. अत्र होवन्तेर्निन्नेषु इत्यस्य निमित्तं हन् धातोः कवर्गादेशः भवति णिति णिति प्रत्यये परे नकारे परे च. अस्तु, इदानीं चिन्वत् अपक्षे स्मः. चिन्वद् अपक्षे इत्युक्ते णित्तपि नास्ति णित्तपि नास्ति. साताम् इति सकारादिप्रत्ययः, साताम् इति अस्ति. सिच् प्रत्ययः, सकारादि इत्यपि न वक्तव्यं, सिच् प्रत्ययः अस्ति. सिच् प्रत्ययः णित्तपि नास्ति णित्तपि नास्ति नकारः अपि नास्ति. अतः होवन्तेर्निन्नेषु इत्यस्य प्रसक्तिः नास्ति एव नास्ति. अतः तिष्ठति एव चतुर्थवर्णः प्रत्ययः न भवति. इतोपि एकं सूत्रं यद् भवती पठितवती तस्य प्रसक्तिः इदानीम् अस्ति. सिच् कित् भवति हनः सिच्. अतः कस्य पूर्वतनसूत्रस्य प्रसक्तिः अनः सिच् इति कारणेन सिच् कित् भवति. अतः अनुदात्त अत्र नकारस्य लोपः भवति. सत्यम्, अवगतं किल? आं महोदय. इदानीं अकार्यस्य लोपः भवति. अहा अत्र अहा साताम् इति भवति वा? अत उपादायाः इत्यस्यापि प्रसक्तिः नास्ति. अत उपादायाः अपि किं वदति? तत्र उपादायाम् अतः वृद्धिः ङिति णिति प्रत्यये परे. इदानीं णित् प्रत्यय ङित् णित् प्रत्ययः तु नास्ति. अतः अत उपादायाः अपि न भवति. अहसाताम् अहसत अहसत अहसत. अनन्तरम् अत्र स्थाः इति तत्र दत्तं हणः सिच् इत्यनेन, अनन्तरम् अनुदात्त उपदेशवनसि तनोत्याति इत्यनेन अत्र नकारस्य लोपः भवति. अह एव भवति अहस्ताः. अनन्तरम् अत्र ह्रस्वाद् अङ्गात् इत्यनेन ह्रस्व अङ्गं लोपं भवति अहताः इति एव. ह्रस्वाङ्गात् अत्र किं कार्यं करोति महोदय? अत्र अह इति अस्ति किल, अह इति अस्ति. तत्र अकारः ह्रस्वः, अतः ह्रस्वान्तम् अङ्गम् अह योगः स्थाः सकारलोपः भवति अहताः इति रूप. अत्र मध्यमपुरुषे एकवचने अहताः. अनन्तरम् अत्र साताम् इति अस्ति, किमपि कार्यं नास्ति, वर्णमेलनमेव. अकसाप्ताम् इति भवति. अनन्तरम् अहसाध्वं भवति वा? अहसाध्वं अहद्वम् एव, साध्वं नास्ति. टीच इत्यनेन तत् सकारलोपः तु पूर्वमेव कृतः. अहद्वं क्षम्यतम्, अहद्वम् इति भवति. अनन्तरम् अहसि अहस्वहि अहस्महि तावदेव. ह्रस्वात् अङ्गात् इति एकं कार्यं, तत्र गत उपादायाः इत्यस्य प्रसक्तिः नास्ति, होवन्तेर्निन्नेषु इत्यस्य प्रसक्तिः नास्ति, हनः सिच् इति इत्यनेन कित्त्वं भवति, कित्त्वम् इति कारणेन अनुदात्त उपदेशवनति तनोत्यादिना इत्यनेन अनुनासिकांशस्य लोपः भवति. अहसताम् इति रूपम् स्पष्टमस्ति वा? आम् आम् महोदय. अत्र अग्रे किम् अस्ति इत्युक्ते चिन्वत्पक्षे तत्र मध्यमपुरुष एकवचने अहन्योगः स्थाः सकारलोपः भवति वा न वा इति, तत्र तस्मिन् विषये पुनः पठनीयं वा महोदय? स्थानिवद्भावः पठामि एकवारं. चिन्वत् पक्षे मध्यपुरुषे एकवचने अहन्योगस्ताः इति अस्ति, सकारलोपः भवति वा? लुप्तसकारस्य लुप्तनकारस्य स्थानिवद्भावलक्षणं भवति वा? अहन्योगस्ताः इति अस्ति. हनः सिच् इत्यनेन तत्र हनः सिच् अपि च अनुदात्त उपदेशवन्तलु वनतितरमित्यादीनाम् अनुनासिकलोपजलिकिति इत्यनेन तत्र कित् इदानीम् अस्ति, अतः तत्र अह योगस्ताः इति अस्ति, ह्रस्वादङ्गात् इत्यनेन अहताः इति भवति। अत्र प्रश्नः जायते यत् नकारस्य स्थाने यः लोपादेशः विधीयते अनुदात्त उपदेशि इति सूत्रेण, स च लोपः स्थानिवत् आदेश अनल्विधौ इत्यनेन स्थानिवत् भवति वा इति। जनयत् स्थानिवत् आदेश अनल्विधौ इति सूत्रे भागद्वयमस्ति, आदेश स्थानिवत् भवति नाम स्थानीये गुणाः सन्ति ते आदेशे अपि उपस्थिताः भवन्ति। कश्चन विधिः आदेशस्य अनन्तरं भवति चेत् अपि च स च विधिः स्थानि सम्बन्ध अल्वर्णम् आश्रित्य प्रवर्तनीय इति चेत् आदेशस्थानिवत् न भवति इति अस्ति। सामान्यतः आदेशस्थानिवत् भवति, स्थानिवद्भावः कुत्र न भवति इत्यस्य परिशीलनार्थं त्रयः कालाः कल्पनीयाः। प्रथमकाले स्थानी अस्ति, द्वितीयकाले आदेशः अस्ति, तृतीयकाले कञ्चन विधिः अस्ति। अस्तु, अत्र कालत्रयस्य साधनार्थं सूत्रद्वयम् अपेक्षितं। प्रथमसूत्रे सूत्रेण स्थानिनः कृते स्थानिनः स्थाने कश्चन आदेशः विधीयते, अनेन स्थानीयः आसीत् तस्य च स्थाने अधुना आदेशः आगतः। तदानीं द्वितीयसूत्रेण एकं नूतनं कार्यं विधीयते, इदं नूतनं कार्यं तृतीयकाले भवति। अत्र तृतीयकालः विशेषतः अवलोकनीयः। अस्मिन् द्वितीयसूत्रे यानि निमित्तानि अपेक्षितानि तेषु यदि एकमपि कश्चन वर्णः अल् अस्ति, यः स्थानिनी आसीत् किन्तु साक्षात् आदेशे नास्ति, तर्हि इदं कार्यं भवितुं न अर्हति, यतोहि स च अल् वर्णस्य स्वभावः आदेशे अध्यारोपयितुं न शक्यते, नाम अत्र स्थानिवद्भावः न सम्भवति। एतत् वदामः अल् विधिः। अत्र सूत्रमस्ति स्थानिवत् आदेशान्नल्विधौ इति, आदेशः स्थानिवत् भवति किन्तु तादृश अल् विधिः अस्ति चेत् आदेशः स्थानिवत् न भवति इति। अस्तु, अत्र अल् विधिः अस्ति चेत् स्थानिवत् न भवति इति अस्ति। अत्र इदानीम् अहं वदामि, तत्र प्रकृतौ अह योग स्था इति अस्ति, अत्र चितौ स्थानिवद्भावेन शास्त्रस्य अप्रवृत्तिः सिद्ध्यति, सिचः लोपः न भविष्यति, सकारलोपविधायकशास्त्रम् अप्रवृत्ति भविष्यति। अतः इदम् अशास्त्रीयकार्यम् एकमस्ति अशास्त्रीयकार्यकरणसमये स्थानिवत् आदेश अनल्विधौ इत्यनेन स्थानिवद्भावः न भवति इति नियमः। तस्मात् ह्रस्वादङ्गादित्यस्य प्राप्तिः, अनेन सकारलोपः जायते इति अस्ति। एकवारम् अहयोगस्था अहनियोगस्था इति अस्ति, अत्र नकारस्य लोपः भवति, स्थानिवद्भावेन शास्त्रस्य अप्रवृत्तिः सिद्ध्यति, सिचः लोपः न भविष्यति। किमस्ति भगिनी तत्र? अहम् इदानीं सकारलोपविधायकशास्त्रस्य अप्रवृत्तिः भविष्यति। एकनिमिषः, स्थानिवद्भावेन शास्त्रस्य अप्रवृत्तिः सिद्ध्यति। आम्, तत्र स्थानिवद्भावः अस्ति चेत् सकारस्य लोपः न भविष्यति। सत्यम्। अशास्त्रीयकार्यकरणसमये स्थानिवद्भावः न भवति इति नियमः, स्थानिवत् अनल्विधौ, अतः तत्र स्वतङ्गतिस्य प्राप्तिः भवति इति अस्ति। एकवारम् अशास्त्रीय किमस्ति? यतः इदम् अशास्त्रीयकार्यम् शास्त्रीयकार्यम् एकनिमिष, सकारलोपविधायकशास्त्रस्य अप्रवृत्तिः भविष्यति, आम्, स्थानिवद्भावः अस्ति चेत् यत् अल्वि अस्तु, किमपि मम भ्रमः अस्ति अद्य इदानीं। न न, तत्र किं वदति इत्युक्ते अनल्विधिः एव तत्र किम् उक्तम् इत्युक्ते, तत्र यदा स्थानिवद्भावः इति स्वीकृत्य वयं सकारलोपः न कुर्मः चेत् तद् अशास्त्रीयकार्यं भवति। अशास्त्रीयकार्यं यदा शास्त्रं प्रवर्तनीयं तत्र वयं स्थानिवतादेशो अनल्विधौ इति न स्वीकुर्मः, स्थानिवद्भावः न भवति इति तत्र नियमः। अशास्त्रीयकार्यकारणसमये स्थानिवत् आदेशो अनल् विधौ इत्यनेन स्थानिवद्भावः न भवति, अतः ह्रस्वात् अङ्गात् इत्यस्य इत्यनेन सकारलोपः भवति. अस्माकं विवक्षा का इत्युक्ते तत्र सकारलोपः करणीयः एव, परन्तु अत्र प्रश्नः भवति किल, स्थानिवत् आदेशः तु अस्ति एव, अनल् विधिः अस्ति, यदा तादृशं स्वीकुर्मः सकारलोपः न भवति. सकारलोपः करणीयः चेत् वयं स्थानिवत् आदेशो अनल् विधिः इति न स्वीकर्तुं शक्नुमः. तावदेव तत्र तत्र किमर्थं तद् तदेव तत्र महोदयेन प्रथमपरिच्छेदे तत्र स्थानिवत् अस्ति वा इति परिशीलनं कृतं. द्वितीयम् अस्ति अस्ति चेत् अल्विधिः वा अनल्विधिः वा इति परिशीलनं कृतं द्वितीयपरिच्छेदे. अनन्तरं तत्र स्थानिवत् आदेशः इति सामान्येन किं वदति, अल्विधिः अस्ति, आदेशः स्थानिवत् न भवति चेत् तत्र किम् अस्ति, स्थानिवत् आदेशः अनल् विधौ इति सामान्यसूत्रं किं सूचयति, आदेशः स्थानिवत् भवति, परन्तु अल्विधिः अस्ति चेत् आदेशः स्थानिवत् न भवति, तदेव निषेधः, तद्वयं जानीमः. अतः अल्विधिः नास्ति चेत् अनल्विधिः अस्ति, आदेशः स्थानिवत् भवति, तत्तु तदपि वयं जानीमः. परन्तु इदमपि ज्ञेयं यत् तत्र स्थानिवद्भावो भवति यत्र शास्त्रीयकार्यं स्यात्, तत्रैव स्थानिवद् भवति यत्र शास्त्रीयकार्यं स्यात्, यत्र अभावरूपम् आम् नाट् अलौड् येन अस्माकम् इष्टरूपं साधयितुं शक्नुमः. तदेव इष्टरूपं साधनीयं नाम अभावरूपं कार्यं न स्यात् अपि तु किमपि विधानं स्यात्. अत्र विधानमेव किल सकारलोपः इति विधानम्, अभावरूपकार्यं किमपि नास्ति. निषेधरूपं यत् कार्यं तद् अभावरूपम्. इदानीं निषेधः तु न जातः, अत्र तु केवलम् अस्माकं विधानमेव किल, अतः तद् तद् करणसमये वयं स्थानिवत् आदेशः न स्वीकुर्मः. तावदेव अवगतं किल तस्य संक्षेपेण किम् इति. परिच्छेदमपि एतत् विषये एव भवति खलु महोदय अत्र. आं तद् स्थानिवत् आदेशः इत्युक्ते किम् इति लिखितमस्ति भगिनि, तावदेव स्थानिवत् आदेशः इति आदेशसूत्रम्. एतत्तु वयम् आं सत्यम् एतद् विषये वयम् एतस्मिन् विषये वयं तद् अष्टाध्यायी डाट् काम् मध्ये पूर्वं पठितवन्तः किल, तदेव अस्ति अत्र. परन्तु प्रकृतौ इति परिच्छेदपर्यन्तम् एतदेव अशास्त्रीयकार्यकरणसमये स्थानिवत् आदेशो इत्यनेन स्थानिवद्भावः न भवति इति नियमः. अतः सत्स्वात् अङ्गात् इत्यस्य प्राप्तिः अनेन सकारलोपः अपि भवति. स्पष्टम् अस्ति वा? इदानीं महोदय अग्रिमं हन्धातोः वद् आदेशः. अस्तु, हन्धातोः वद् आदेशः. हनः वध लिङ्गि, हन्धातोः वद् आदेशः भवति आर्धातुके लिङ्गि, आशि लिङ्गि इति विवक्षा. हनः षष्ट्यन्तं वद लुप्तप्रथमाकं पदं, लिङ्गि सप्तम्यन्तं त्रिपदविधं सूत्रम्, आर्धातुके इत्यस्य अधिकारः अनुवर्तिसहितसूत्रमस्ति. हनः वधः लिङ्गि आर्धधातुके. इदानीम् अग्रे लुङ्गि च, हन्धातोः वधादेशः भवति आर्धातुके लुङ्गि, लुङ्गि सप्तम्यन्तं च अव्ययपदं. हनः वध लिङ्गि इत्यस्मात् हनो अपि च वद् इत्यनेन अनुवृत्तिः, अनुवृत्तिसहितसूत्रमस्ति हनः वधः लुङ्गि इति. अस्तु, आत्मनेपदेषु अन्यतरस्यां, हन्धातोः वदादेशः भवति आत्मनेपदेषु अन्यतरस्याम्, आत्मनेपदेषु सप्तम्यन्तम् अन्यतरस्यां, सप्तमी प्रतिरूपकम् अव्ययं द्विपदमिदं सूत्रं. हनः हनो वध लिङ्गि इत्यस्मात् हनो वध इत्यनेन अनुवृत्ति, अनुवृत्ति सूत्रमस्ति हनः वधः आत्मनेपदेशे अन्यतरस्याम्. अस्तु, अत्र हन्धातोः वदादेशः भवति लुङ्गि इति अस्ति, अत्र लिङ्गि अपि भवति लुङ्गि अपि, लिङ्गि इति आशीर्लिङ्गि इति अस्ति, लुङ् लुङ् लकारे अपि भवति, परन्तु तत् अन्यतरस्याम् आत्मनेपदे अन्यतरस्याम् इति 42, 43, 44 अस्तु, आत्मनेपदेषु अन्यतरस्याम् इति अत्र वदादेशः भवति इति अस्ति, वध इति आदेशः, वध इति आदेशः अस्तु, वध धातुः अदन्तः सेट् च अस्तु, वध अदन्तः अति सेट् च, अतो लोपः अदन्तस्य अङ्गस्य अकारलोपो भवति आर्धात्के प्रत्यये परे, वयं जानीमः तत्र, अतः अङ्गस्य लोपः आर्धात्के उपदेशे इति अग्रे, तत्र अतो लोपः आर्धात्के प्रत्यये परे अकारस्य लोपः भवति, तर्हि वद् एव अवशिष्यते, अचपरस्मिन् पूर्वविधौ अस्तु, इदानीं परनिमित्तिक अजादेशः स्थानिवद् भवति, पूर्वविधौ कर्तव्ये अस्तु, अच स्थाने यः आदेशः स आदेशः आदेशः सः आदेशः, यस्य स्थाने आदेशः विधीयते सः स्थाने अजादेशः स्थानिवत् नाम यः आदेशः अच स्थाने विहितः सः पुनः मूल अच् इव स्थानिवत् भवति, पूर्वविदौ नाम सा स्थितिः यदा स्थानिनः अच् पूर्वस्थितस्य कार्यं विधीयते, परस्मिन् इति निमित्तसप्तमी, पूर्वविदविति विशेषसप्तमी, पूर्वस्विधि पूर्वविधिः इति वयं जानीमः, अच आदेशः स्थानिवत् परस्मिन् पूर्वविदौ, तर्हि तत्र वयं कथ इत्यस्मिन् दृष्टवन्तः, तत्र कथ इति निचि भवति, तत्र काथ इति न अत उपादयः किमर्थं न भवति इति, तत्र एव खलु भगिनि, तत्र अतः समानं तदेव चिन्तनं, पुनः वध इत्यत्रापि अतो लोपः इत्यनेन ह्रस्व अकारलोपः तु भवति एव, इदानीम् अथ उपादायाः स्थानिवत् आदेशः अनल्विदौ इति स्वीकृत्य इदानीं वयं उपादा दीर्घं कर्तुं शक्नुमः वा, सत्यं, परन्तु परनिमित्तिकः अजादेशः स्थानिवद् भवति, पूर्वविधौ कर्तव्ये इति स्वीकृत्य तद् यदा अथ उपादायाः पश्यति तदा अतोलोपः इत्यनेन कृतं कार्यं तद् न पश्यति, अतः तस्य कार्यम् अत उपादायाः इत्यस्य कार्यं न भवति, स्मरन्ति किल तद् यत् वयं कृतवन्तः, पर्जन्यवत् पर्जन्यवत् लक्षणप्रवृत्ति कृतकार्य तद् तदेव पर्जन्यवत् लक्षणं तत्र से चिन्वद्वा अपक्षे अपक्षे अपि तत्र किमपि कार्य समानरीत्या आगच्छति रूपाणि रूपं साधयति वा महोदय, एकनिमिषं भगिनि, तत्र इदानीं किं करणीयं, तत्र वध इति अस्ति, वध वध वध अस्तु एकनिमिषः, वध वध इति अत्र सेट् सेट् भवति खलु, वध इति सेट् अस्ति, अदन्तसेट् अस्ति अस्तु, किं करणीयम् एकनिमिषः, वध अवध अवध योग इति अस्ति, तत् अवध् एकनिमिषः अवध् योग इति भवति खलु, अवधि अवधि एव खलु, अवधि इति अस्ति, इदानीं तत्र अवध् योग अवधि योग इशातां, तत्रापि अवध् योग इशाताम् अवधिशाताम् इति भवति, अवधिशाताम् अवधिशत इति अवधिष्ठाः इति, अवधिशाताम् अवध् अवध् अवधिध्वम् अवध् अवधिध्वम् एव अवधिध्वम् अवधिषि अवधिषि अवधिष्वहि अवधिष्महि इति भवति, सर्वत्र तत्र अचः परस्मिन् पूर्वविधौ इत्यस्य चिन्तनम्, आम् सत्यं तत्र अहं सत्यं तत्र चिन्वत् पक्ष खलु, तत्र चिन्वत् खलु अत्र चिन्वत् पक्षे खलु, अतः सर्वत्र भवितुमर्हति परन्तु तत् अचपरसपूर्वविधौ इत्यस्य कार्यं भवति इति कृत्वा तत्र अवाद् अवादिति न भवति इति खलु. अग्रे कारवत् भवति इति पूर्वविधौ, अतः अत उपादायाः एव पूर्वविधिः. अजादेशः स्थानिवत् इत्यनेन अत उपादायाः इत्यस्य दृष्ट्या इदानीमपि दकारः एव दृश्यते, अतः तस्य कार्यं न भवति. तत् स्पष्टमस्ति किल महोदय? तत्र भगिनि तत्र हन् धातोः इदानीं तत्र हन् धातोः अस्तु इडागमः तत्र इट् एव खलु, अनिट् नास्ति खलु, अतः एक एव रूपं भवति. हन् धातुः अनिट् आसीत्, वध इति वध इति सेट् वध तत्र अदन्तः अनेकाचिति कारणेन प्रायः अनिट् तत्र वद इति इदानीम् अजन्त अङ्गं भवति, अदन्तधातुः भवति खलु तत्र किं भवति? सत्यं सत्यं सत्यं, वद इति अदन्तः सेट् अस्ति. तत्र किमपि सूत्रमासीत् किल, अनेकाच् एकाचङ्गम् अनेकाचङ्गम् एकाच् इत्यस्य एव एकाच अनेकाचस्य इडागमः भवति एव सत्यम्. अतः अनेकाच् एव एकाच् उपदेश तत्र तु एक एव उपदात् एकाच् उपदेशे अनुदात्तात् इति अत्र सत्यं एकाच् अस्ति, वध इति अनेकाच् अस्ति अनेकाच् अत्र अनेकाच् इडाग भवति एव. निषेधः अनुदात्त भवेत् एकाच् अस्ति निषेधः अस्ति, परन्तु अनेकाच् अस्ति चेत् भवति एव इति भवति एव. अतः एव प्रायः सः तादृशं वद् इति न धातु आदेशः कृतवान्, वध इति कृतवान्. अनेकाच् अपि भवतु सेट् अपि भवतु अदन्तः भवतु, अनेन तत्र उपदादीर्घः अपि मा भूत् इति. समीचीनं महोदय. तत्र अपक्षे अपि वदति वा, अनन्तरं भगिनी वदति समानमेव भवति. किं भगिनि तत्र वध इति धातोः अपक्षे चिन्वद् अपक्षे वध चिन्वत् चिन्वत् अपक्षे अस्तु वध तत्र इडागमः भवति एव खलु तत्र. अतः एव पर्जन्यवद् लक्षणप्रवृत्तिः इति लिखितं. रूपाणि समानानि भवति खलु? आम् आं महोदय क्षमता. रूपाणि समान समानमेव भवति खलु? समान समानं रूपमेव. अतः एव पर्जन्यवत् लक्षणप्रवृत्तिः कृतकारी खलु अपि शास्त्रं पर्जन्यवत् इति महाभाष्यवाद. रूपाणि समानमेव अस्ति अतः समानं अवधि अवधिशातम् अवधिशत अवधिष्ठः अवधिशातम् अवधित्वम् अवधिः अवधिष्महे अवधिष्महि इति एव भवति तत्रापि. सम्यक् समीचीनं. आं विजया भगिनी ग्रहधातुः. आं महोदय एकमेव सूत्रं प्रायः. आं ग्रहो लिटि दीर्घः ग्रहो लिटि दीर्घः एकाच् ग्रहधातोः इडागमस्य दीर्घ आदेशः भवति अलिटि. केवलम् आर्धधातुकस्येड्वलादेः इत्यनेन विहितस्य इडागमस्य दैर्घ्यम् इति महाभाष्ये. ग्रहः पञ्चम्यन्तम् अलिटि सप्तम्यन्तं दीर्घः प्रथमान्तं त्रिपदमिदं सूत्रम् आर्धधातुकस्येड्वलादेः इत्यस्मात् इट् इत्यस्य अनुवृत्तिः विभक्तिपरिणामं कृत्वा इटः. एकाच उपदेश अनुना एकाच उपदेश अज अनुना अज अनुधात् अज अनुधातात् एकाच उपदेश अज अनुना अनुदातात् इत्यस्मात् एकाचक इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारक अनुवृत्तिसहितसूत्रम् एकाचः ग्रहः अङ्गात् इटः दीर्घः अलिट्. अत्र लिट् नास्ति चेत् अत्र एकाच् अङ्गम् अस्ति चेत् ग्रहधातोः इडागमस्य दीर्घ आदेशः भवति इति तत्र दत्तम्. अत्र विभाषेटः इत्यपि ईटः ग्रहणमत्र अग्रहयोगः ईद्वं भवति, ग्रहो लिटि दीर्घः इत्युक्ते अत्र अग्रहयोगः ईद्वं पूर्वमेव इकारः अनन्तरमेव ईद्वम् अस्ति, अतः दीर्घ ईद्वं भूत्वा विभाषेटः इत्यनेन ईकारस्य ग्रहणं भवति, अतः अग्रीद्वम् अग्रहीद्वम् अग्रहीड्वम् इति रूपं द्वयं भवति, विभाषेटः अस्ति अतः ईकारस्य अपि अस्ति, अनन्तरं गृहोलिट्टु गृहोलिटि दीर्घः इत्यस्मात् अपि अत्र अग्रीद्वं भवति, अग्रीद्वम् इति रूपं द्वयं भवति, ग्रहोलिटि दीर्घः एकाच् ग्रह धातोः इडागमस्य दीर्घ आदेशः भवति अलिटि, विभाषेटः इनः परः यः इट् ततः परेषां शीद्वं लुङ् लिट् इत्येषां सम्बन्धदकारस्य स्थाने मूर्धन्य आदेशः विकल्पेन भवति, अतः दकारः भूत्वा इद्वम् इति भवति. अत्र अग्रह इति अग्रहयोगः एतत् ग्रहो लिटि दीर्घः इत्यनेन अत्र इत्यनेन एकाच अस्ति अतः इडागमस्य दीर्घ दीर्घ आदेशः भवति. अत्र ई अस्ति खलु महोदय, अत्र दीर्घ ई भवति. चिन्वत् पक्षे वदति वा अपक्षे वदति एव इदानीं ई अस्ति अग्रहयोगः ई इति भवति, दीर्घ ई भूत्वा अग्र अत उपदायाः इति सत्यम् अत उपदायाः कार्यं करोति अत्र, अतः अग्राही इति भवति अग्राही. अत्र दीर्घः भवति वा न खलु भगिनि? न अत्र अग्राही एव इडागमपक्षे एव दीर्घादेशः अस्तु, चिन्वत् पक्षे तु अग्राही इत्येव, अग्राही अत उपदायाः ह्रस्वमेव. अत्र अग्रही अग्रही सत्यम् अग्राही न न अग्राहि अत उपदायाः इडागमपक्षे एव दीर्घः नास्ति. इदानीम् एतत् गृहधातुः गृहोलिटि दीर्घः इत्यनेन अत्र एका च अस्ति अतः एतत् इडागमस्य निषिद्धः इडागमः न भवति वा महोदय? किमर्थं इडागमः भवति? भवती चिन्वत् पक्षे एव वदति किल, चिन्वत् पक्षे दीर्घादेशः न भवति. अस्तु, इदानीम् अग्राही इति प्रथमपुरुषे एकवचनं भवति, अनन्तरम् अग्राही शाताम् इति भवति, अग्राही शत, अनन्तरम् अग्राहीष्टाः, अग्राही शाताम् अग्राही. अत्र रूपं द्वयं भवति खलु महोदय एतत् सूत्रेण? अग्रं किल इणः शीद्वं विभाषेटः भवति किल, इणः परः यः इट् इन् अस्ति वा, अग्राह् योगः अग्राही योगः द्वम् इण एव अस्ति, रूपद्वयं भवति एव किल, इणः परः इट् भवति भगिनि, अग्राहिद्वम् अग्राहिद्वम् अनन्तरम् अग्राहिद्वम् इति रूपं द्वयं भवति. अनन्तरम् अस्तु महोदय, इदानीं युष्मकी भवति, अग्राहिषि अग्राहिष्मकी अग्रा इष्महि इति रूपं भवति. सम्यक्. नौ तत्र चिन्वत् अपक्षे अपि वदतु. चिन्वत् अपक्षे अत्र दीर्घः भवति अत्र. सत्यं ग्रहोलिटि दीर्घः. इदानीम् अग्राही भवति. अग्राही न न तत्र तु चिन् एव अस्ति अतः तत्र न भवति. अग्रे द्विवचनात् आरभ्य भवति. अत्र ई एव अस्ति अत्र अतः तत्र अग्रही भवति खलु. अग्राही अग्राही साताम् क्षम्यतां सेट् अस्ति ईडागमः किल. ईडागमः भवति अत्र अग्राहि. एतत् किमर्थम् अत्र किमपि नास्ति. अनन्तरं साताम् अस्ति अत्र अग्राहि. इडागमपक्षे समीचीनमेव अग्राही शाताम् आदेशप्रत्ययोः. अग्राही अग्राही शाताम् अग्राही अग्राही शत अग्राही स्टाः न अग्राही स्टाः स्टाः एव तत्र श्रुत्वं भवति किल अग्राही स्टाः. इष्ट इति परिवर्तनं कुर्मः चेदेव स्था इति एव भवति. स्था तद् उच्चारणे अपि क्लेशः भवति. अष्टाः इत्येव भवति. अग्राहीष्टाः अग्राहीशाताम् अग्राही अग्राहीषद्वम् अग्राहीद्वं द्वं तत्र विभाषेटः अग्राहीद्वम् अग्राहीद्वं विभाषाशेटः इत्यनेन रूपद्वयं भवति. अनन्तरम् अग्राही अग्राहीषि अग्राही अग्राहीष्वहि अग्राहीष्महि. अत्र कः भेदः इत्युक्ते तत्र पूर्वं पर्जन्यवत् लक्षणम् इत्यनेन समानरूपम् आगच्छति. सेट् वद् हन् धातोः वद् आदेशः यदा कृतवन्तः ग्रह धातोः तत्र समानरूपं न आगच्छति. तत्र सेट् अस्ति चेदपि समानरूपं न आगच्छति. ग्रहोलिटि दीर्घः इत्यनेन दीर्घत्वं प्राप्य तदेव भेदः अस्ति द्वयोः धात्वोः. ग्रहीषि ग्रिष्वहि तत्र द्वितीय पङ्क्तौ एव लिखितम् अस्ति भगिनि. ग्रहोलिटि दीर्घः इत्यत्र केवलम् आर्धधातुकस्य इड् वलादेहे इत्यनेन विहितस्य इडागमस्य दैर्घ्यम् इति महाभाष्यम्. तद् स्वीकृत्य वयं चिन्वत् पक्षे दीर्घत्वं न कुर्मः. केवलम् आर्धधातुकस्य इड्वलादेः इत्यनेन यद् इडागमः भवति तस्य एव दीर्घत्वं कुर्मः. यद्यपि तत्र सूत्रे किमपि न लिखितम् इतः दीर्घः अलिटि इत्येव अस्ति परन्तु महाभाष्यवाक्यं स्वीकृत्य केवलं तत्र कुर्मः. स्पष्टमस्ति वा महोदय? महोदय अधुपदमकारान्तदातवः एका च उपदेशनदात्तात् इति सूत्रेण यः धातुः अनुदात्तः अस्ति सः अनिट्. निष्कर्ष एवं यत् एका च धातुषु अनुदात्ताः अनिटः उदात्ताः सरिता च सेटः इति. अस्तु एका च एका च उपदेशनदात्तात् यः औपदेश तदेव खलु भगिनि एका तदेव आम् तदेव सूत्रं वयं पूर्वम् आम् सत्यम्. एका च उपदेश अनुदात्तात् यः औपदेशिकधातुः एका चपि अनुदात्तापि अस्ति तस्मात् विहितस्य प्रत्ययस्य इडागमः न भवति. एका च पञ्चम्यन्तम् उपदेशसप्तम्यन्तम् अनुदात्तः पञ्चम्यन्त त्रिपदमिदं सूत्रम् अनुदत्ते सूत्रमस्ति. उपदेशे एका च अनुदात्तात् धातोः अङ्गात् न इट् इति अस्ति अत्र इति अस्ति. अग्रे स्वरः इत्संज्ञका चेत् तर्हि तस्य अनुदात्त उदात्तस्वरितः इत्येभिः वर्गैः पदव्यवस्था ज्ञायते. स्वरः इत्संज्ञकः नास्ति चेत् तर्हि तस्य अनुदात्त उदात्त स्वरित इत्येभिः वर्गैः इडिव्यवस्था ज्ञायते. स्वरः इत्संज्ञकः नास्ति, अवशिष्टस्वरस्य एव तत्र इडिव्यवस्था भवति. धातुषु अचः अधस्तात् यो रेखा दृश्यते एता इति सा रेखा अचः अनुदात्तत्वं सूचयति. आस उपवेशने इत्यस्मिन् धातोः सकारोत्तरवर्तीयः अकारः अस्ति, स अकारः अनुदात्तः इति अधस्थं चिह्नं सूचयति. धातुषु अचः उपरिष्टात् या रेखा दृश्यते यथा अ इति तत्र उपरि रेखा अस्ति, तया अचः स्वरितत्वं सूच्यते. यथा डुपचष् पाके इत्यस्मिन् धातौ चकारोत्तरवर्तीयः अकारः अस्ति, सः अकारः स्वरितः इति उपरिस्थं चिह्नं सूचयति. उपरि चिह्नम् अस्ति चेत् स्वरः स्वरितः, अधः चिह्नम् अस्ति चेत् अनुदात्तः. उपरि अपि नास्ति, अधः अपि नास्ति, तर्हि सः स्वरः उदात्तः. यथा वस वस इति धातौ वकारोत्तरवर्तीयः अकारः अस्ति, तस्य अधः चिह्नम् अस्ति, अतः स अकारः अनुदात्तः. परन्तु शिश धातौ षकारोत्तरवर्तीयः इकारः अस्ति, तस्य उपरि अपि अधः अपि चिह्न नास्ति, अतः सः इकारः उदात्तः. सामान्य वयं जानीमः तत्र अधः अस्ति चेत् अनुदात्तः, उपरि अस्ति चेत् स्वरितः, किमपि नास्ति चेत् तत्र उदात्तः इति वयं जानीमः. इदानीं तत्र उप अवशिष्टस्वरस्य अनुदात्तः अस्ति चेत् तत्र इट् न भवति इति एका चेत्यस्य इति अस्ति. न उदात्त उपदेशस्य मान्तस्य अनाचमेः, नोदात्तोपदेशस्य मान्तस्य अनाचमेः इति. उपदेशावस्थायाम् उदात्तम् अकारान्तधातु उदात्तम् उपदेशावस्थायाम् उदात्तमकारान्तधातोः उपधायाः वृद्धिः न भवति. चिणि नित् नित् नित् कृत् प्रत्यये परे च आपूर्वक चं धातुं वर्जयित्वा आचमेति अस्तु. उदात्त उपदेशः यस्य, स उदात्तोपदेशः बहुव्रीहि. मोन् मह अन्तस्य मोन् मह अन्ते यस्य, सः मान्तः बहुव्रीहिः, तस्य मान्तस्य न अचान् न आचमिः अनाचमिः, तस्य अनाचमेः. न व्ययम् उदात्त उपदेशस्य षष्ट्यन्तं, मान्तस्य षष्ट्यन्तम्, अनाचमेः षष्ट्यन्तम्. अनेकपदमिदं सूत्रं ऋजेर्वृद्धिः इत्यस्मात् वृद्धिः इत्यस्य अनुवृत्तिः, अत उपादायाः इत्यस्मात् उपादायाः इत्यस्य अनुवृत्तिः, अचोनिति इत्यस्मात् निति इत्यस्य अनुवृत्तिः, आतोयुक्चिन्कृतोः इत्यस्मात् चिन्कृतो इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः. अनुवृत्तिः इति सूत्रमस्ति. उदात्तोपदेशमान्तस्य अङ्गस्य उपादायाः वृद्धिः न निति चिन्कृतोः अनाचमेः इति अस्ति. अत्र एकवारं तत्र किं भवति, अत्र एतत् सूत्रं वदति तत्र वृद्धिः न उपादायाः वृद्धिः न भवति चिणि नित् नित् कृत् प्रत्यये परे च नित् नित् कृत् प्रत्यये चिन् परे चिणि परे अपि च यत् नित् नित् कृत् प्रत्यये परे तत्र मकारान्त उदात्त मकारान्तधातोः उपादायाः वृद्धिः न भवति इति अस्ति. आपूर्वक चं धातुं वर्जयित्वा अत आङ् अनाचमेः इति अत्र एकनिमिष आपूर्वक चं धातु अस्ति, आपूर्वक नास्ति चेत् तत्र भवति, अन्यथा आपूर्वक चं धातु अनाचमे इत्यनेन वर्जयित्वा भवति तत्र वृद्धिः न भवति. किमर्थं वृद्धिः भवति, केन केन सूत्रेण? अत उपादायाः किल. इति प्रायः भवेत्, परन्तु अनेन सूत्रेण न भवति. चिणि परे तत्र अत उपादायः कार्यं न भवति, तत्र चिन् चिणि परे. तर्हि तत्र अस्तु अनाचमी अग्रे पठामि. तत्र तर्हि कुत्र भवति, तर्हि तत्र चिण्वन्त पक्ष इति नास्ति खलु, तत्र चिणि एव तत्र प्रथमपुरुषे एकवचने एव खलु तत्र आम् सत्यं सत्यम् आम् अत्र तु अस्माकं चिन्वत् स्यासिचित्यस्य प्रसक्तिः नास्ति किल जनग्रह द्रश अभवत् अदन्तः अपि अच्छन्तः किल अजन्तः तदपि अभवत् इदानीं गम् सत्यं सत्यम् एकवचने अस्तु तत्र तर्हि तत्र गामि इति न भवितुमर्हति अगमि एव भवति अस्तु अनाचमे कमे वमीनाम् इति वक्तव्यं नो नोदात्तोपदेशस्य मान्तस्य अनाचमेः इति सूत्रे अनाचमिक अनाचमिकमि वा कमि वमीनाम् इति वक्तव्यम् आसीत् अस्तु तत्र अनाचमि कमि वमीनाम् इति वक्तव्यम् आसीत् न तु केवलम् अनाचमेः अस्तु अनाचमि कमि वमि एतेषाम् अर्थः कं वम् इति भवेत् अनेन आचं कं वम् इति त्रीन् धातून् वर्जयित्वा उदात्तमकारान्तधातूनाम् उपादायाः वृद्धिनिषेधः चिणि नित्नित् कृत्प्रत्यये परे तर्हि अचामि इति भवति अनाचमि अकामि इति भवति कं धातु अकामि इति भवति अवामि इति भवति अवामि इति भवति चमि इति अचमि इति भवति तत्र आ उपसर्गयुक्तौ वा तत्र आचमि उपसर्गः अस्ति चेदेव चम् इति सामान्यतया अस्ति चेत् तत्र तद् सत्यम् अचमि इति भवति अन्यथा तत्र आचामि इति भवेत् तत्र भवति खलु आका आचामि अकामि अवामि इति रूपाणि भवितुमर्हति तत्र अन्यत्र न भवति अगमि इत्येव भवेत् इति वा आं तत् परिशीलयामः यदा रूपाणि साधयामः उपादायाः वृद्धिः भवति अग्रे अस्तु आं महोदय चत्वारः अनुदात्तः अनुदात्ताः मकारान्त अस्तु केव अनुदात्ताः अस्तु चत्वारः अनुदात्ताः मकारान्तदातवः सन्ति गम रम नम यम अनुदात्तत्वात् ते च अनिटः अनुदात्तत्वात् च तेषां न उदात्त उपदेशस्य मान्तस्य नाचमेः इति सूत्रेण उपतावृद्धिः निषेधः न भवति चत्वारः अनुदात्त मकारं दातवः सन्ति अनुदात्तत्वात् च ते अनिटः अनुदात्तत्वात् उदात्त उपदेशस्य एव किल उदात्त उपदेशस्य मान्तस्य अङ्गस्य उपदावृद्धिनिषेधः अस्तु इदानीं गम् रम् इति अनुदातः अनुदात्तः अहं क्षम्यताम् अनुदात्तः अस्ति खलु तत् अनिट् अस्ति खलु अनुदात्त एव भवेत् सत्यं सत्यम् अनिट् अस्ति खलु ते ते सर्वे तदपि परिशीलनीयम् यद्यपि तत् गम् रम् इति अस्ति तदनुनासिकान्तदातवः तदापि तत्र तदेव अतः एव पूर्वमेव महोदयेन उदात्त अनुदात्तस्वरितविषये लिखितवान् तद् दृष्ट्वा अनन्तरं तत्र भवति वा इति द्रष्टव्यम् अकारान्तदातुः आम् सत्यम् अत्र भवति कं धातुः नास्ति अतः तत्तु उप तत्र कम् कम् इति आचम् रूपम् इव भवति उदात्त उपदेशः अस्ति सत्यं तत्तु आचम् इव भवति आचम् कं वं त्रयमपि एकस्मिन् गणे स्थापयितुं शक्नोमि अन्यत् सर्वं यदा शं दं तं तद् मकारान्तसेटः तत्र अवशिष्टदातवः इदानीं गम् धातुः साधयामः अद्य प्रायः गम् धातोः एव समयः भवति महोदय गम् धातुः वदति वा एकनिमिषः भगिनि गम् एकनिमिषः गम् धातुः तत्र अस्तु एकनिमिषः तत्र गम् अनिट् अस्ति खलु गम् अगम् इति भवति गम् अनिट् अस्ति एका च अनुदात् अनिट् अगामि तत्र अगामि इति अस्ति अगम् योग सातां अगम् अस्तु अगम् एव साताम् इति खलु तत्र अनुदात्त तत्र किम् अस्ति एकनिमिषः तत्र अनुदात्त उपदेशवनस्तमध्यायम् अनुदात्त उपदेशवन अस्तु तत्र अगम्योगसातां तत्र लोपः भवति खलु अगम्योगः सातां तत्र मकारलोपः मकारलोपः खलु अनुदात्त उपदेशवन्तनत्वं क्षम्यतां जलि किं जलि किति न भवति खलु भवति तत्र अनुस्वार न अनुस्वार जलि किति परे किञ्चित् नास्ति खलु तत्र न भवति वा तद् अनुदात्त वनति तनोत्यादि इति न भवति कित् इत् नास्ति किल कित् नास्ति खलु तत्र कित् नास्ति सत्यम् अस्माकं परिचित सूत्रमेव नश्चापदानुस्वार एव अनुस्वारः भवति अनुस्वारः भवति किमस्ति तत्र नश्चापदाञ्जलि इत्यनेन अगं साताम् इति भवति अगं साताम् अगं सत् अगं सत अगं एकनिमिष अगं योग स्ताः इति अस्ति अगं एकनिमिष मकार सकार तत्र किमस्ति तत्र सकारस्य लोपः केन तत्र न भवति तत्र ह्रस्वादङ्गात् इति ह्रस्वत्वं नास्ति किल अन्यत् किमपि तद् जलोजलि वदति वा तदपि न भवति अगन्ताः इति अगन्ताः अगन्ताम् तत्र अगम् अगम्युगध्वम् इति अस्ति अत्रापि अगम्युगध्वम् अगन्ध्वम् इति अगन्ध्वम् इति भवति तत्र अत्र यै अस्ति आम् अगन्ध्वम् अगम् अगं सि अगं स्वहि अगं स्महि इति रूपाणि समीचीनं तावदेव एकमेव एकः एव पक्षः किल तं धातुः अनिट् एकाच् अनुदातु समीचीनम् भगिनी भवती आचं साधयति वा अनन्तरं समापयामः प्रायः एतावदेव वयं पूर्वमपि कृतवन्तः इति जन्वद् पूर्वं न जन्वद् न कृतवन्तः इति प्रायः आचं पर्यन्तमेव कृतवन्तः विजया भगिनी आचं वदति वा अनन्तरं समापयामः आचम् अस्तु आचम् अत्र चिन्वत् भावे अत्र एकः एव पक्षः भगिनि चिन्वत् भावः इति किमपि नास्ति अचामि इति भवति अचामि अनन्तरम् आचामि योगः आचम् किल आचामि समीचीनतया लिखितम् अत्र आचामि अनन्तरं इशातम् अस्ति अत्रापि अत्रापि नच पदान्तस्य इति कार्यं करोति वा महोदय न न न तत् सर्वं न भवति आचं योगः इशातां केवलं वर्णमेलनं अत्र सेट् धातुः वमीनाम् इति वक्तव्यम् इति एतत् वार्तिकं न कार्यं करोति वा न न कार्यं करोति अतः एव अत्र किमपि वृद्धिनिषेधः इति किमपि न भवति किल मान्ता अस्ति चेदपि वृद्धिनिषेधः न भवति अतः अचामि शाताम् अनाचामि क्षम्यताम् अचामि शाताम् अचामि शत अचामि स्ताः अचामि शातम् अत्र रूपम् एकमेव अचामि अचामिद्वम् सत्यं मकारः अस्ति अनन्तरम् इकारः आ इति भवति आटश्च आचमि आचमिषाताम् आचमिषत आचमिष्टाः आचमिषाताम् आचमिद्वम् सर्वत्र आ दीर्घम् आटश्च इति भवति तत्र अचम् इति अस्ति किल अकार अकारयोगः अकारः आटश्च वृद्धिः आचम् इति भवति. अनन्तरम् आचामि आचामिषि आचामिषि आचामिष्वहि आचामिष्महि इति भवति. सत्यं सत्यं सर्वत्र दीर्घः एव श्रूयते आचम्. समीचीनम्. आटश्च इति कारणेन अग्रिमवर्गे जण्वद्दु धातुः एव खलु. आम् सत्यम्. अग्रिमवर्गे वयं शम् तृतीयगणं शम् इति अस्ति किल, तत्र एव अस्माकं सूत्रस्य कार्यं भवति. एतद् वयं नो नोधात्त उपदेशस्य मान्तस्य अनाचमेः इति सूत्रस्य कार्यम् अत्र एव भवति. तद् अग्रिमवर्गे प्रायः पश्यामः. अनन्तरम् अस्माकं जनवद् इति आरभ्य पठामः. तदेव वयं पूर्वं न कृतवन्तः, तस्मात् वयं पठामः. अद्य समापयामः वा? शुभरात्रिः. धन्यवादः. Thank you.